सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्. प्रथमतया अहम् एकं श्लोकं वदामि. दानेन पाणिः न तु कङ्कणेन, स्नानेन शुद्धिः न तु चन्दनेन, मौनेन तृप्तिः न तु भोजनेन, ज्ञानेन मुक्तिः न तु मुण्डनेन. इत्युक्ते अत्र स्नानेन एव शुद्धिः भवति, न तु चन्दनलेपनेन. पाणिः कङ्कणधारणार्थं न, केवलं दानार्थम् एव पाणिः. अतः एव शास्त्रेषु षोडशदानानि उक्तानि. अपि च अत्र मौनेन तृप्तिः न तु भोजनेन, अन्ततो गत्वा ज्ञानेन एव मुक्तिः मिलति, न तु शिरोमुण्डनेन इति अयं श्लोकः वदति. अपि च अत्र अस्माकं विषयः तृतीया विभक्तिः, तदर्थम् इमं श्लोकं पठितवती अहं. प्रथमतया गृहपाठविषये किञ्चित् चिन्तनं कृत्वा तदनन्तरं गृहपाठ तत्र अभ्यासपुस्तकं प्रति गच्छेम. प्रथमतया अत्र अस्माकं पार्श्वे कानिचन करपत्राणि सन्ति. अत्र प्रथमं करपत्रमस्ति हेतुवाचकतृतीया इति करपत्रं पश्यन्तु सर्वे. ह्यः सर्वाणि करपत्राणि पुनः एकवारं प्रेषितवती सर्वेषां पार्श्वे, एतानि करपत्राणि स्युः इति मम आशयः. अतः प्रथमं करपत्रं पश्यन्तु. अधुना उषा भगिनी भवती अत्र किं लिखितमस्ति वदति वा? आं भगिनि, यः शब्दः कारणवाचकः हेतुवाचकः भवति तस्य तृतीया भवति. उदाहरणं, मम आगमनेन सः सन्तुष्टः. अभ्यासः, अधस्तनकोष्टकस्य साहाय्येन पूर्णानि वाक्यानि रचयत. भगिनी, अत्र प्रथमं वाक्यं स्वीकृत्य भवती किम् अवगतवती वदतु. एतया वार्तया भगिनी, अत्र यः शब्दः कारणवाचकः हेतुवाचकः, तद्वाक्यं स्वीकृत्य वदतु. यः शब्दः कारणवाचकः इत्युक्ते यः शब्दः कारणवाचकः हेतुवाचकः भवति तस्य तृतीया भवति. तृतीया भक्ति कारणवाचकः अपि भवति. अत्र अत्र हेतुः रूपं, हेतुः रूपं वदतु. हेतुः तस्मिन् रूपस्य विषये वदतु. हेतुः इति पदं पदस्य विषये वदतु. हेतुः वाचकः. अत्र हेतुः लिङ्गं किं, वचनं किं? हेतुः गुरुशब्दवत् अस्ति वा भगिनि? पुंलिङ्ग अस्ति, पुंलिङ्ग अस्ति हेतुः. तस्य तस्य तस्य पुंलिङ्ग अस्ति. तृतीया विभक्ति अपि भवति. कारणवाचकः न सः विना अपि कारणवाचकः अपि तृतीया विभक्ति भवति. सुन्दरं सुन्दरम्. अपि च अत्र उदाहरणं वाक्यं स्वीकृत्य अत्र आगमनम् इति पदमस्ति, तस्मिन् विषये वदतु. आगमनं जानाति तद् वदतु. मम आगमनेन सः सन्तुष्टः. आगमनेन लैक् तृतीयाविभक्ति एकवचनम् अस्ति. आगमनं पुंलिङ्ग नपुंसकलिङ्ग अस्ति. अकर्मक अस्ति वा भगिनि? सर्वदा गम् धातुः सकर्मकः एव भगिनी. आ उपसर्गपूर्वकः गम् धातुः. गम् धातु मम आगमनेन सः सन्तुष्टः. अत्र अत्र ल्युडन्तरूपं, तदर्थमेव अत्र मम इति षष्टिरूपं दत्तमस्ति. अपि च सन्तुष्टः इति विषये वदतु. सन्तुष्टः भाववाचकः अस्ति, लैक् हेपी, सः सन्तुष्टः, सन्तुष्टः एकवचने अस्ति, सन्तुष्टः सन्तुष्टौ सन्तुष्टा, लैक् प्रथमविभक्ति एकवचने अस्ति. उत्तमम् उत्तमं भवती यदुक्तवती तत् सम्यक् एव. इतोपि जानाति चेत् वदतु. भवती यद् जानाति वयं पूर्णरीत्या वयं चिन्तनं कुर्मः, अतः पृच्छामि. भवती यदुक्तवती तत् सुन्दरम्. अत्र तने महोदय भवान् वक्तुं शक्नोति वा सन्तुष्टः इत्यस्मिन् विषये? इतोपि अहं चिन्तयामि सम् उपसर्गः पूर्वकः तुष् धातुः अस्ति, अपि च तस्य तान्तरूपम् अस्ति. सुन्दरं, तावदेव उत्तमम्. अधुना अत्र उषा भगिनी, भवती अत्र अधस्तनकोष्टकस्य साहाय्येन पूर्णानि वाक्यानि रचयत. अत्र रचयत इत्यस्मिन् विषये वदतु. रचयत लोट् लकारे मध्यमपुरुषे एकवचन अस्ति भगिनि. बहुवचनं इत्युक्ते उत्तमम् उत्तमम्. अधुना प्रथमं करोतु. एषा वार्ता, कोपः प्रबुद्धः. एतया वार्तया तस्य कोपः प्रबुद्धः. एतादृशं चिन्तनं भगिनि एकवारम् अत्र स्थगयतु. भवती उत्तमरीत्या कृतवती. एतया वार्तया कोपः प्रवृद्धः. अत्र यथा तने महोदयः उक्तवान् तथा एव अत्र कोपः प्रवृद्धः इत्यस्मिन् विषये किञ्चित् चिन्तनं कुर्मः. कोऽपि अन्यः जानाति चेत् वदन्तु अत्र कोपः इत्यस्मिन् विषये, अपि च प्रवृद्धः. अहं चिन्तयामि कुप् धातोः योगः घ्वे प्रत्ययः कोपः भवति. उत्तमम् उत्तमम्. इत्युक्ते अत्र कुप् धातोः घञ् प्रत्ययः, अपि च तत्र लट्लकाररूपं कुप्यति, अपि च प्रवृद्धः. वदतु महोदय. प्रवृद्धः अत्र प्र उपसर्गपूर्वकः वृद्ध धातोः योगः त प्रत्ययः भवत् अस्ति. सुन्दरं. वृद्ध धातोः लट् रूपाणि कानि? वर्धते इति आत्मनेपरिधातुः अस्ति अहं चिन्तयामि. उत्तमं. वर्धते, वर्धेते, वर्धन्ते. सुन्दरं महोदय, धन्यवादः. अनन्तरम् अत्र उषा भगिनी भवती करोतु द्वितीयमपि. एतादृशं चिन्तनं मनः कलुषितम्. एतादृशं चिन्तनम् एतादृशेन चिन्तनेन मनः कलुषितम्. तत्र एतादृशं चिन्तनं तथा किमर्थं लिखितमस्ति? तत्र तयोर्मध्ये सम्बन्धः कः? एतादृशं चिन्तनम् अत्र पदद्वयमस्ति. अत्र चिन्तनम् इति पदस्य विशेषणम् एतादृशम्. अत्र अतः अत्र तयोर्मध्ये विशेषणविशेष्यभावः अस्ति. चिन्तनम् इत्यस्य विशेष्यं विशेष्यम् एतादृशं विशेषणम् अस्ति. उत्तमम् उत्तमम्. अपि च मनः रूपाणि वदतु. मनः मनसि, मनांसि. उत्तमम्. अपि च कलुषितं, कलुषितम् इत्यस्मिन् विषये जानाति चेत् किमपि वदतु अत्र तस्मिन् विषये. अत्र अर्थविषये वा नो चेत् तस्य रूपं कथं निष्पन्नं भवति तथा. कलुषितम् अहं न जानामि भगिनि. अत्र अहं दृष्टवती. अहं चिन्तयामि कलुषयति इति क्रियापदम् अस्ति इति अहं चिन्तयामि. अत्र कोऽपि अन्यः वदति वा? रघुपति आचार्यमहोदयः वा अथवा तने महोदयः वा? अशुद्धं भवति. अर्थः तु अशुद्धं गीताञ्जलि भगिनी, अर्थः तु सम्यक् एव, परन्तु वयं रूपसाधनार्थं रूपं कथं निष्पन्नम् अभवत् इत्यस्मिन् विषये किमर्थं चेत् अत्र अस्माकं कक्षायां सर्वे बहु किमपि जानन्ति, तदर्थं वयं बहु गभीररीत्या चिन्तनं कुर्मः, अतः एव पृच्छामि. कान्तरूपम् अस्ति चिन्तयामि, कलुषितः कलुषितं मनः कलुषितं मनः इति मनः कलुषितं मनः नपुंसकलिङ्गपदम् इति नपुंसकलिङ्गम् अस्ति अतः कलुषितं कान्तरूपम् अस्ति अतः चिन्तने एतत् चिन्तनेन अति इति कर्म चिन्तनेन इति कर्मणि सोरि चिन्तनेन तृतीयविभक्ति अतः कान्तरूपं अत्र क्तान्तरूपं क्तान्तरूपम् इत्युक्ते कृदन्तपदं कृदन्तपदं धातुतः एव आगच्छति. तत्र धातुः कः अपि च लट्लकाररूपं किम् इति जानीमश्चेत् इतोपि लाभाय भवति. तने महोदय भवान् वक्तुं शक्नोति वा? अहं न जानामि. अनन्तरं दृष्ट्वा पश्येम, दृष्ट्वा अनन्तरं कलुषितं कलुषित इत्यस्य भावं कः वदति? शोभा भगिनी वदतु, भवती जानाति. कलुषितं भावं भावपदं कालुष्यम्. ओ न जानामि भगिनि, कालुष्यं कालुष्यम् अथवा कलुषत्वं तत्र कलुषता इति अपि तत्र तल् प्रत्ययः अपि अस्ति, त्वा प्रत्ययः अपि अस्ति, भावार्थकप्रत्ययाः. उत्तमम्. अधुना पुनः एकवारं उषा भगिनी भवती करोतु. अविवेकः महती विपत्, अविवेकेन अविवेकेन महती विपत्. अत्र महती विपत् तथा किमर्थं लिखितमस्ति? महती विपत् महती ईकारान्त स्त्रीलिङ्ग अस्ति. अत्र ईकारान् पदमेव, परन्तु अत्र कोऽपि वदति वा? शोभा भगिनी वक्तुमिच्छति वा? अत्र महती महान् प्रातिपदिकं तस्य आगच्छति वा? महत् महती सप्तमी विभक्ति भवति. अत्र महती सप्तमी विभक्तिरूपं ह्रस्वैकाररूपं तत् भिन्नं रूपम्. अत्र महती विपत् इति दत्तमस्ति. अत्र किमर्थं दीर्घैकार तथा किमर्थं कोऽपि वदति वा? अत्र ग्रेट् डेञ्जर् आङ्ग्लभाषायां द्वितीया महती विपत् द्विवचन अत्र तने महोदयः वदति अत्र विपत् इति पदं स्त्रीलिङ्गपदम्, अतः महती विपत् महान् आनन्दः, महत् फलम् इति वदामः. अत्र महती इति पदं विशेषणं, परन्तु विपत् इति शब्दस्य विशेषणं. विपत् इति पदं स्त्रीलिङ्गं वा पुंलिङ्गं वा इति तु वयं न जानीमः, परन्तु तयोर्मध्ये सम्बन्धः अस्ति इति कारणतः वयं सुलभतया अवगन्तुं शक्नुमः यत् अत्र विपत् पदं स्त्रीलिङ्गपदमस्ति. सम्यक् वा भगिनी उषा भगिनी? आं भगिनी, विपत् प्रातिपदिकं किम् अस्ति भगिनी विपत् तस्य? विपत् तत्र दकारान्तपदं विपत् विपदौ विपदः यथा आपद् हलन्तपदम् अनन्तरं चतुर्थं करोतु. धावनं मार्गे पतितः धावनेन मार्गे पतितः. अपि च अत्र अहम् एकं पृच्छामि, अत्र अविवेकः इति पदमस्ति. शोभा भगिनी तस्य विरुद्धार्थकपदं वदतु. विवेकः विवेकः अत्र अकारः किमर्थं योजितमस्ति? अकारः सामान्यतया विरुद्ध किमपि पदस्य विरुद्धार्थं प्राप्तुं विरुद्धभावं प्राप्तुं योजयित्वम् योजयामः उत्तम. इत्युक्ते अत्र अकारः अकारस्य योजनेन नकारात्मक अर्थः आगच्छति. नकारात्मक अथवा निषेधरूपं वक्तुं शक्नुमः किं भगिनि? निषेधः वा किमपि नकारात्मक सम्यक् एव उत्तमम्. अनन्तरं वदतु महोदय. यदि शब्दस्य आदौ अच् वर्णः अस्ति तदा अन् इति अन् इति शब्दस्य आदौ योजनेन विरुद्धार्थक भवति वा? अन् योजनेन अपि भवति, परन्तु अत्र अकारं केवलम् आयोजनेन अपि नकारात्मकः. अहं चिन्तयामि यदि शब्दस्य आदौ अच् वर्णः अस्ति तदा अन् योजनेन भवति, यदि हल् वर्णः अस्ति तदा अयोजनेन भवति इति सम्यक् अस्ति वा? अस्तु, दृष्ट्वा एव वक्तुं शक्नोमि महोदय. रूपसिद्धे एतदेव अस्ति, अननुकूल अस्ति, अन् भवति अन् भवति. अहं न जानामि तस्य नियम, बट् परन्तु एतादृश एव अहं दृष्टवान्. यथा यथा अत्र तने महोदयः उक्तवान् अत्र तथा एव अत्र हल् वर्णः अस्ति चेत् अकारः, अच् वर्णः अस्ति चेत् भगिनी उक्तवती अगत्य अनगत्य अत्र अकारः अस्ति एव अनगत्य. तत्र एकं सूत्रमस्ति वा इति द्रष्टव्यं महोदय तस्मिन् विषये. उत्तमम्. अनन्तरम् अत्र चतुर्थं वाक्यम् अस्ति. अत्र भगिनी उषा भगिनी, अत्र धावनम् इति पदं ल्युडन्तपदमस्ति, तस्य लट् रूपं किं? धावति. धावति, उत्तमम्. अपि च अत्र पतितः इति विषये वदतु. मार्गे पतितः, पतितः तप्रत्ययः अस्ति, मार्गं नपुंसकलिङ्ग अस्ति, मार्गे सप्तमी विभक्ति एकवचन अस्ति, अथवा अतः मार्गे पतितः, पतितः पतिता पतितं, पतितः पुंलिङ्ग अस्ति भगिनि. अत्र मार्गः पुंलिङ्गपदम् अहं स्पष्टतया जानामि, इत्युक्ते मार्गः इति पुंलिङ्गपदम्. अत्र पश्यतु, वाक्यं पश्यतु, धावनेन मार्गे पतितः. अत्र कर्मपदं नास्ति. किमर्थं चेत् यत्र यत्र अकर्मकधातुः अस्ति तत्र कर्मपदं, तत्र अकर्मकधातुः इति कृत्वा अत्र वाक्यम् अत्र कर्मपदं नास्ति वाक्ये. अपि च तृतीयाविभक्ति योजनेन एव वाक्यं सम्भवति. अत्र पत् धातुः अकर्मकधातुः. भगिनी, यदि अहं श्रुतवान् आसीत् यदि अकर्मकधातुः अस्ति तदा अत्र पतितम् इति न सम्यक्, पतितः इत्यस्य स्थाने. अत्र पश्यतु महोदय, अत्र वाक्यं कर्त्रर्थे एव अस्ति, न तु कर्मण्यर्थे अस्ति. अत्र कर्मणि प्रयोगे वदामश्चेत् बालकेन पतितं भावे प्रयोगः. अस्तु अस्तु. पत् अपि अकर्मकधातुः अस्ति. पत् अकर्मकधातुः. अत्र बालकेन पतितम् इति भावे प्रयोगे वाक्यं, तत्र कर्मपदं नास्ति इति कृत्वा कर्मणि प्रयोगः इति न वदामः, केवलं भावे प्रयोगः इति वदामः, तद्वाक्यं समीचीनं. परन्तु अत्र वाक्यं पश्यतु, धावनेन इति पदं अत्र हेतुवाचकतृतीया अस्ति, मार्गे पतितः. अत्र कर्तृपदं योजयामश्चेत् किं किं वक्तुं शक्नुमः? धावनेन मार्गे बालकः पतितः. तेन वदतु आचार्यमहोदय, वदतु. सः पतितः. इत्युक्ते अहं कुतः पठितवान्? यदा वयं न जानीमः कर्तृ, तदा नपुंसकलिङ्गे एव प्रत्ययस्य सम्यक् न जान स्मरामि, परन्तु यदि वयं न जानीमः चेत् नपुंसकलिङ्गे सम्यक् अस्ति, अन्यथा तत् कर्तृपदस्य दृष्ट्वा एव तस्य पति रक्तान्तरूपमपि योजनीयम् इति. अत्र अहम् एकं वदामि. अत्र यथा तनय महोदयः उक्तवान् बालकेन पतितं वाक्यं समीचीनं, परन्तु अस्मिन् एतद् वाक्यं कर्तरिप्रयोगे अस्ति इति कृत्वा पतितः इति पदं तत्र यद्यपि कर्तृपदं नास्ति तथापि तत्र कर्तृपदस्य अध्यारोपणं कुर्मः. यथा बालकः पतितः अथवा सः पतितः, वाक्यम् अत्र कर्तरर्थे अस्ति. अतः अत्र पतितः इति यस्य कस्यापि पुंलिङ्गपदस्य विशेषणम्. अपि च सर्वदा कृदन्तपदम् इत्युक्ते धातुतः यत् पदं निष्पन्नं भवति तत्तु कृदन्तपदम्. कृदन्तपदं साधारणतया वाक्ये क्रियापदम् इव कार्यं करोति. यद्यपि अस्मिन् वाक्ये स्पष्टतया क्रियापदं न दत्तमस्ति, परन्तु कृदन्तपदं साधारणतया क्रियापदम् इव कार्यं करोति. अपि च तत् धातुः अकर्मकधातुः इति कृत्वा एतद्वाक्यं कर्त्रार्थे अस्ति. उत्तमं. पञ्चमं वाक्यं करोतु भगिनि. दैवानुग्रहः अपायः न जातः. दैवानुग्रहेण अपायः न जातः. अत्र दैवानुग्रहः, अत्र दैवानुग्रहः इत्यस्मिन् पदे अत्र समासः अस्ति. कोऽपि वदति वा अत्र? दैवस्य अनुग्रहः षष्ठी तत्पुरुषः अस्ति. दैवस्य अनुग्रहः, देवस्य अनुग्रहः. अत्र अनु उपसर्गपूर्वकः. देवस्य अथवा दैवस्य महोदय? देवं न जानामि. अत्र देवः इति पदमस्ति, अपि च दैवम् इति पदमपि अस्ति. देवस्य भावः दैवम्. अत्र दैवम् इति पदं भिन्नं पदम्. अत्र विग्रहवाक्यं रचयामश्चेत्, समासस्य कृते विग्रहवाक्यं रचयामश्चेत् दैवस्य इति एव वक्तव्यम्. अत्र अनुग्रहः इति वदामश्चेत् तस्य एकं निर्वचनमस्ति, अनुसृत्य ग्रहणम् इति एव अनुग्रहः. यदा कदापि वयम् अनुग्रहः इत्युक्ते किम् इति चिन्तनं कुर्मः चेत् अनुसृत्य ग्रहणम् अनुग्रहः इत्युक्ते. उत्तमम्. अत्र एतदपि समासः भवति, उपपदसमासः किमपि भवति, सोरि प्रादिसमासः इति. अनु इति उपसर्गः अस्ति. अनुग्रह समासः वा अनुग्रहः? अत्र पदद्वयम् अस्ति. अनु इति सम्यक् महोदय, अनु इति उपसर्गः अस्ति. अत्र इतोपि अन्ततो गत्वा तत्र समासः अस्ति तत्रापि. इत्युक्ते अस्मिन् पदे अत्र दैवम् एकं पदम्, अनु अन्यं पदं, ग्रहः अत्र ग्रहधातुतः ग्रहः इति पदम् आगतं तथा. अपि च अत्र भगिनी उषा भगिनी, जातः इति पदं तस्मिन् विषये वदतु. जातः तप्रत्ययः अस्ति, पुंलिङ्गे अस्ति. अपायः पुंलिङ्ग अस्ति. अतः अत्र जातः इति पदस्य धातुः जन् धातुः, जन् धातोः रूपाणि जानीमश्चेत् सम्यक् भवति. जन् धातुः लट्लकाररूपं श्रुतवती वा? जन् धातोः गीताञ्जलि भगिनी भवती वदति वा? अहं न स्मरामि, किन्तु अहम् अष्टाध्यायी डाट् काम् जायते जन् धातुः अपि जन् धातुः अपि अकर्मकधातुः. अनन्तरम् अत्र इतोपि किमस्ति? जायते आत्मनेपदी अस्ति नाम भगिनि. जायते आत्मनेपदी जन् धातोः तान्त्ररूपं जातः. उत्तमम्. अधुना धन्यवादः भगिनी. अधुना गीताञ्जलि भगिनी षष्ठं वाक्यं भवती करोतु. कथनेन न किमपि प्रयोजनम्. कथनेन न किमपि आशय अत्र कथनेन न किमपि प्रयोजनम् इत्युक्ते अत्र आङ्ग्लभाषायां वदतु तस्य अर्थः कः? अर्थः इत्युक्ते from the report or from the article there was no help or no hope. No use इति वदामः. उत्तमं. सप्तमं करोतु. अत्र कथनम् इति पदम् अत्र ल्युडन्तपदम्. अत्र लट्लकाररूपं वक्तुं शक्नोति वा? कथनम् अत्र कथनं कथयति कथयति कथयति कथयति कथयति इति भवति. उत्तमम्. अनन्तरम् अत्र गीताञ्जलि भगिनी भवती करोतु अग्रिमं सप्तमम्. आगमनेन सर्वे तूष्णीं हितवन्तः. अत्र तूष्णीम् इत्यस्मिन् विषये वदतु. तूष्णीं विशेषणं पदम् अस्ति भगिनि. अत्र तूष्णीम् इति पदम् अहं चिन्तयामि अव्ययं पदम्. अपि च स्थितवन्तः, वयं पठितवन्तः अभ्यासपुस्तके स्थितवन्तः इत्यस्मिन् विषये वदतु. पठितवन्तः इत्युक्ते स्थितवन्तः इति पदं बहुवचनं किमपि भवती यद् जानाति तद् वदतु. बहुवचनं सप्रत्ययं बहुवचनं कृतवतु कृतवतु रूपं बहुवचनम्. अत्र कस्य पदस्य विशेषणं? पुल्लिङ्ग् पदम्. अस्मिन् वाक्ये कस्य पदस्य विशेषणं? सर्वे स्थितवन्तः. कथं स्थितवन्तः? तूष्णीं स्थितवन्तः. कथम् अत्र धातुः अस्ति स्थाधातुः, दीर्घ आकारान्तधातुः स्थाधातुः, परन्तु तस्य लट्लकाररूपं तिष्ठति, परन्तु अत्र कृतवत्वन्तरूपं दत्तमस्ति. अग्रिमं करोतु. अनारोग्येन कृशः अनारोग्येन कृशः. अत्र णत्वमस्ति वा न वा? भगिनि अत्र इतोपि भवती किञ्चित् चिन्तयतु चिन्तयतु नो चेत् जानाति चेत् वदतु बाधा नास्ति या बाधा नास्ति कु बाधा नास्ति अतः येण अतः सम्यक् सम्यक् उच्चारणं करोतु अधुना सम्यक्तया वदतु अनारोग्येण कृशः अत्र कृशः कृशः कः कृशः किमपि बालकः कृशः अत्र सः किमर्थं कृशः अत्र हेतुः अस्ति सः कृशः सः बालकः कृशः परन्तु किमर्थम् अनारोग्येण अपि च अग्रिमं करोतु शिरोवेदनया कारयालं न गतः शिरोवेदनया स्त्रीलिङ्गपदं कार्यालं कार्यालयं न गतः गतः सप्रत्यय पुंलिङ्ग रूपं शिरोवेदना तृतीय शिरोवेदना इत्युक्ते समस्तपदम् अत्र विग्रहवाक्यं रचयामश्चेत् शिरस्य अत्र शिरसि शिरसः वेदना भवति वा नो चेत् शिरसि न वदामः शिरसः वेदना एव भवति किमपि अत्र अत्र अहम् एकं पृच्छामि भगिनि शिरोवेदनया कार्यालयं न गतः इति वाक्यमस्ति अत्र वाक्यं कर्तृर्थे अस्ति वा कर्मण्यर्थे अस्ति वा कर्मणि प्रयोगे अस्ति वा कर्तरि प्रयोगे भगिनि भवती कथं ज्ञातवती सम्यक् एव उत्तरं सम्यक् एव भवती यदुक्तवती सम्यक् एव कथं ज्ञातवती कार्यालयं न गतः अत्र अत्र अत्र कर्तृपदं न दत्तमस्ति परन्तु वयं योजितुं शक्नुमः इत्युक्ते सः सः पुरुषः कार्यालयं न गतः अत्र क्तान्तरूपम् अस्ति अत्र अहम् एकं वक्तुमिच्छामि अत्र गम् धातुः विशेषधातुः इति कृत्वा गम् धातोः कृतान्तरूपं योजयित्वा कर्त्रार्थे वाक्यं सम्भवति कर्मण्यर्थे अपि वाक्यं सम्भवति अत्र गम् धातोः कृतान्तरूपं योजयित्वा कर्त्रार्थे वाक्यमस्ति अत्र एकः पुरुषः शिरोवेदनया कार्यालयं न गतः इति अस्ति अत्र एतदेव वाक्यं कर्मण्यर्थे वदामश्चेत् किं वदामः कः वदति अत्र आचार्यमहोदय भवान् प्रयत्नं करोति वा एकनिमिषं किं पुनः वदतु महोदय अत्र वाक्यमस्ति शिरोवेदना अत्र सः इति न दत्तमस्ति न दत्तमस्ति चेदपि वयं योजयितुं शक्नुमः सः कार्यालयं न गतः इति अस्ति परन्तु अहं वदामि गम् धातुः विशेषधातुः इति कृत्वा गत्यर्थकधातुः इति कृत्वा तस्य कृतान्तरूपं योजयित्वा कर्मण्यर्थे अपि वाक्यं सम्भवति कर्त्रर्थे अत्र दत्तमस्ति कर्मण्यर्थे वदामश्चेत् किं वदामः तेन शिरोवेदनया कार्यालयः न कार्यालयः कार्यालय पुल्लिङ्ग् अस्ति न कार्यालयः न गतः तेन शिरोवेदनया कार्यालयः न गतः इत्युक्ते अत्र रूपद्वयमपि वाक्यद्वयमपि साधु एकम् अत्र यद्दत्तमस्ति कर्तृर्थे अस्ति परन्तु कर्मण्यर्थे अपि वाक्यं सम्भवति गत इति पदं योजयित्वा उत्तमं गीताञ्जलि भगिनि अग्रिमं करोतु अन्तिमम् अग्निस्पर्शेण हस्तः दग्धः अत्र ऋणत्वम् अस्ति वा अस्ति अस्ति नास्ति का वदति नास्ति इति का वदति अग्नि शकार मध्ये शकार बाधा अस्ति क्षम्यताम् उत्तमम् इत्युक्ते अत्र तालव्यशकारः अस्ति तालव्यशकारः बाधकवर्णः अतः किं भवति केवलं दन्त्यनकारः भवति इत्युक्ते केवलम् अग्निस्पर्शेन इति भवति तत्रापि समासः अस्ति अग्नेः स्पर्शः अपि च अत्र पदद्वयमस्ति हस्तः दग्धः अत्र दग्धः इत्यस्मिन् विषये कोऽपि वदति वा दग्धः दहति तत्र तान्तरूपम् अस्ति दग्धः दग्धः इति भूतकालरूपं तान्तरूपं भूतकालरूपम् अस्ति हस्तः दग्धः तस्य हस्तः दग्धः इत्युक्ते अत्र अत्र धातुः अस्ति दह धातुः दह धातोः कृतान्तरूपं दग्ध तथा एव मुह् धातोः रूपं मुग्ध तत्र बहूनि सन्धिकार्याणि भवन्ति बहूनि सन्धिकार्याणि भूत्वा तत्र मुग्ध दह दग्ध इति रूपाणि आगतानि परन्तु दग्ध इति पदं कृतान्तरूपम् उत्तमं धन्यवादः भगिनी अनन्तरं शोभा अत्र हस्तः इति पदं पुंलिङ्गे अस्ति इति कृत्वा दग्धः गृहं दग्धं भवति गृहं दग्धं सकर्मकधातुः अस्ति दह धातुः इति अहं चिन्तयामि अकर्मक एव अस्ति इति चिन्तयामि चिन्तयामि सकर्मक इति अहमपि चिन्तयामि परन्तु कोऽपि दृष्ट्वा गीताञ्जलि भगिनि दृष्ट्वा वदति वा अत्र दह धातुः पश्यामि उत्तमं धन्यवादः भगिनी अनन्तरं शोभा भगिनी सर्वे द्वितीयं करपत्रं पश्यन्तु आवरणे दत्तानां शब्दानां तृतीया बहुवचनान्तेन रूपेण रिक्तस्थानानि पूरयत उदाहरणं विनायकः कृतिभिः कृतिः शब्दस्य प्रसिद्धः अत्र कृतिभिः अत्र कृतिः इति पदस्य विषये वदतु भगिनि कृति मतीशब्दवत् स्त्रीलिङ्गम् अस्ति वा भगिनि स्त्रीलिङ्गे उत्तमम् अत्र विनायकः साधारणतया विनायकः इति वदामः तस्य अर्थः कः उपसर्गः उपसर्गः वि अस्ति वा नायकः इत्युक्ते लीडर् आफ् समथिङ्ग् हा वि उपसर्ग एम्फाटिक् अस्ति वा भगिनि अत्र अहं चिन्तयामि वि उपसर्ग तस्य अर्थः विशेषेण इति अर्थः वयं जानीमः गणपतिः इत्युक्ते गणानां पतिः तथा एव अत्र विशेषनायकः इति अहं चिन्तयामि. हा कोऽपि अन्यः किमपि अन्य विषयः वक्तुमिच्छति चेत् विषयं वदन्तु. अत्र तमिळ् महोदय, भवान् किं चिन्तयति? अहं नायकः इत्यस्य नीप्रत्ययः योगः नी धातुः योगः नुवल् प्रत्ययः अस्ति इति जानामि. ओ, नुवल् प्रत्ययः, उत्तमम् उत्तमम्. इत्युक्ते अत्र रूपसाधनं रूपसाधनार्थं किं भवान् उक्तवान्, उत्तमम्. परन्तु अत्र अर्थः कः इति उत्तमम्. अनन्तरम् अत्र प्रसिद्धः इति दत्तमस्ति. अपि च अत्र शोभा भगिनी प्रथमं करोतु. हा, देविका वक्ता शोभते. देविका वक्तृभिः शोभते. अत्र वेदिका अस्ति. ओ वेदि डिड् ऐ से समथिङ्ग् एल्स् भगिनि? देविका. ओ देवपदं मनसि तिष्ठति अद्य. वेदिका वक्तृभिः शोभते. अत्र वक्ता इति पदस्य विषये वदतु. वक्ता पदं दाता पदवत् शब्दवत् अस्ति. वक्ता वक्तारौ, दाता दातारौ, दातरः वक्तरः, वक्तारः. किमर्थं चेत् अत्र रिलेशन्शिप् सम्बन्धं नास्ति, वक्तारः. अत्र वक्ता इति पदं भवती जानाति एव, रूकारान्तपदम्. अन्येषां कृते वदामि, रूकारान्तपदं वक्ता इति रूकारान्तपदं. वच् धातुतः वक्ता इति पदम् आगतम्. अहं चिन्तयामि अत्र तृच् प्रत्ययान्तरूपं वक्ता तथा भवति. अत्र शोभते इति पदस्य विषये वदतु भगिनि. हा, शोभते आत्मनेपदी एकवचने प्रथमपुरुषे अस्ति. अर्थमस्ति शैनिङ्ग्, ग्राण्ड्यूर्, ब्रिलियन्स् इत्यादि. अत्र वेदिका वक्तृभिः शोभते. इदानीं भवती अवगतवती वा किमर्थं भवत्याः नाम शोभा? माता अपि पिता इति चिन्तितवान् चिन्तितवन्तः किमपि. अत्र शुभधातुः शुभधातुतः शोभते इति रूपम् आगतं, परन्तु शोभते अकर्मकधातुः. यत्र यत्र अकर्मकधातुः अस्ति तत्र कर्मपदं नास्ति इति कृत्वा अत्र वाक्यानि तृतीयाविभक्तिपदानि योजयित्वा लिखितानि अत्र. तथा अहं चिन्तयामि, केचन धातवः अकर्मकः इति कृत्वा तथा वाक्यानि तथा एव वक्तुं शक्नुमः. तदेव अग्रिमं करोतु. सर्वे बालाः पिता सह आगच्छेयुः. सर्वे बालाः पितृभिः सह आगच्छेयुः. अत्रापि पिता इति पदं वदतु. पिता ऋकारान्त पुंलिङ्गपदमस्ति. पिता पितरौ पितरः तृतीयविभक्ति बहुवचने पितृभिः भवति. अत्र आगच्छेयुः इति पदं तस्य रूपं किम्? आगच्छेयुः विधिलिङ्गे बहुवचने भवति, यथा उत्तमं भवेयुः. भवेयुः प्रथमपुरुष, उत्तमम्. अनन्तरं तृतीयं करोतु. तानि नगराणि सेतुः विराजन्ते. तानि नगराणि सेतुभिः विराजन्ते. अत्र सेतुः तस्मिन् विषये वदतु. सेतुः गुरुशब्दवत् पुंलिङ्गे अस्ति. सेतु तस्य तृतीयविभक्तौ बहुवचने सेतुभिः भवति. सेतुभिः भवति, उत्तमम्. अत्र वि उपसर्गपूर्वकः राजते. अत्र राज् अहं चिन्तयामि राजदीप्तौ इति धातुः अस्ति. अपि च अत्र राजते इति पदमपि अकर्मकधातुः इति अहं चिन्तयामि. अत्र कानिचन नगराणि, तानि नगराणि सेतुभिः विराजन्ते इत्युक्ते भवती किम् अवगतवती आङ्ग्लभाषायां वदतु. सम् सिटीस् विराजन्ते, वन् मीनिङ्ग् केन् बी लैक् शैन् आर् विराजन्ते. इट् गिव्स् देम् वाट् इस् इट् भगिनि, सम् ब्यूटि, ब्यूटि बिकास् आफ् द आल् द ब्रिड्जस् इन् द सिटि. उत्तमं. यथा पेरिस् अस्ति. अत्र भवन्तः श्रुतवन्तः वा गतजलसेतुबन्धनम् इति एकः प्रयोगः अस्ति. न कदापि गतजलसेतुबन्धनं वा निर्मातु इत्युक्ते किम्? अत्र आङ्ग्लभाषायामपि एक सूक्तम् अस्ति, वाटर् अण्डर् द ब्रिड्ज्, इट्स् गान्, तत् जलं गतः. सो यु केन् नाट् बिल्ड् अ ब्रिड्ज् ओवर् जलं, फ्लोयिङ्ग् जलम्. उत्तमम्, उत्तमं, तदेव उत्तमम् इत्युक्ते अत्र अधुना अत्र जलं नास्ति, अतः सेतोः आवश्यकता अपि नास्ति. यदा यदा जलमस्ति तदा एव सेतोः बन्धनं कुर्मः, सेतोः निर्माणं कुर्मः. तत्र जलमेव नास्ति तदर्थं तत्र सेतोः प्रयोजनं किमपि नास्ति इति अर्थः. इत्युक्ते अत्र इडियमेटिक् एक्स्प्रेशन् इति वदामः आङ्ग्लभाषायाम्. अत्र वै आर् यु रियलि वरियिङ्ग् अबौट् द पास्ट् लैक् दट्? वि डोण्ट् नीड् टु वरि अबौट् द पास्ट् इन् दट् काण्टेक्स्ट्. इट् इस् एन् इडियमेटिक् एक्स्प्रेशन्. गतजलसेतुबन्धनम् अपि च चतुर्थं करोतु. अत्र उदरं भरिः अस्ति. उदरं भरिः सः अधिकस्नेहः मास्तु. उदरं भरिः सेल्फिश् अस्ति अर्थम्. उदरं बहुवचने उदरं भरिभिः सः अधिकस्नेहं मास्तु. अधिकस्नेहः मास्तु, अधिकस्नेहः. अत्र उत्तमम्, उत्तमम्. अत्र अहं चिन्तयामि अत्र उदरं भरिभि, उदरं भरिः अत्र वदतु. ग्लटन् वा उदरं भरि? वन् हू फील्स् हिस् स्टमक्, सेम् सेम् मीनिङ्ग्. यथा भगिनी उक्तवती अत्रापि इडियमेटिक् एक्स्प्रेशन् एव, इडियमेटिक् सेल्फिश्. अस्तु अस्तु. अत्र अहं चिन्तयामि अत्र बहुव्रीहि समासः अस्ति वा इति अहं चिन्तयामि. तने महोदय, भवान् किं चिन्तयति? अहं समासे विषये न जानामि. अस्तु अस्तु अस्तु. परन्तु अहं चिन्तयामि बहुव्रीहि एव इति. अहमपि चिन्तयामि इति भाति, इति भाति. किमपि अन्यत् किमपि वक्तुं न शक्नुमः, तत्पुरुषः वा अन्य समासः बहुव्रीहि एव. इत्युक्ते अत्र पदद्वयमस्ति, उदरम् अपि च भरि. परन्तु बहुव्रीहि समासः इत्युक्ते अन्यपदप्राधान्यम् अस्ति तत्र. इत्युक्ते उदरस्य प्राधान्यता नास्ति, भरि इति पदस्य प्राधान्यता अपि नास्ति. परन्तु अन्यः कस्य कोऽपि अन्यपुरुषस्य प्राधान्यता अस्ति. कोऽपि पुरुषः अस्ति, सः उदरं भरिः. इत्युक्ते अत्र उदरं भरिः अत्र अहं चिन्तयामि बहुव्रीहि समासः अस्ति इति. उत्तमं। पदस्य अर्थं पूरितः इति अस्ति वा भगिनि? तदेव बहुव्रीहि, व्रीहि इत्युक्ते ग्रेन्स्, बहुव्रीहि तस्य अर्थः भिन्नः महोदय, बहुव्रीहि तत्र अर्थः भिन्नः, तत्रापि वदतु अर्थभिन्न बहुव्रीहि इति अर्थभिन्न, बहुः बहु बहवः व्रीहिः अपि भिन्नः इति भवति। उत्तमं, बहुव्रीहिसमासः इत्यस्मिन् बहुव्रीहिः इत्यस्मिन् पदे अपि तत्र बहु इति पदस्य प्राधान्यता नास्ति, व्रीहि इत्यस्य प्राधान्यता नास्ति, परन्तु अन्यपदार्थप्राधान्यमस्ति। अस्तु अत्र सम्यक्। अधुना शोभा भगिनि अन्य अत्र पञ्चमं करोतु। सः पेटिकां रज्जुः बद्धवान्, सः पेटिकां रज्जुभिः बद्धवान्। एकवचनम्, एकवचनरूपं वदतु रज्जु शब्दस्य। धेनु पदवत् पदवत् अस्ति, धेनु धेनु धेनवः धेनु रज्जु धेनुः रज्जुः रज्जुः एकवचने अस्ति, पेटिकां रज्जुः न। भगिनि अहं किं पृष्टवती इत्युक्ते रज्जुः इति पदस्य तृतीयाविभक्तिरूपाणि त्रीणि रूपाणि धेनु धेनवः धेनु एकनिमिषं भगिनि, धेनुपदस्य अत्र अहं चिन्तयामि रज्जु रज्जुना ओ रज्जु धेन् तृतीया धेन्वा धेनुभ्यां धेनुभिः रज्ज्वा रज्जुभ्यां रज्जुभिः। भगिनि अहं चिन्तयामि भवती एतत् पदं स्त्रीलिङ्गपदम् इति मत्वा उक्तवती, परन्तु अहं चिन्तयामि रज्जुः इति पुंलिङ्गपदम् इति अहं चिन्तयामि, अतः यथा गुरुणा अत्र शब्दमञ्जरी पुस्तके रज्जु अपि दत्तमस्ति भगिनि, धेनु शब्दावली अधोभागे। ओ दत्तमस्ति वा, इत्युक्ते स्त्रीलिङ्गपदम् स्त्रीलिङ्गपदं वा इति अहं चिन्तयामि। अस्तु सम्यक् दृष्टवती चेत् सम्यक् तथा चिन्तितवती। अस्तु अनन्तरम् अत्र बद्धवान् इति पदमस्ति, बद्धवान् इति पदस्य विषये वदतु। बद्धवान् तवतु प्रत्ययं बद्धवान् लङ् न भूतकाले अस्ति तवतु प्रत्यय। अत्र पेटिका रज्जुभिः बद्धवान् यथा सः पेटिकां रज्जुभिः बद्धवान् बन्धनं कृतवान् पेटिकायाः बन्धनं रज्जु सः कृतवान् रज्जुभिः सह कृतवान्। अत्र यथा भवती उक्तवती रज्जुशब्दः स्त्रीलिङ्ग स्त्रीलिङ्गपदमे स्त्रीलिङ्गे एव अहमपि रज्ज्वा उत्तमम् अहमपि अधुना एव दृष्टवती अत्र रज्ज्वा एव भवति, परन्तु अत्र बद्धवान् इति पदम् अत्र धातुः अस्ति बन्धधातुः बन्धधातुः तः बद्धवान् इति रूपम् आगच्छति। अत्र बन्धधातोः लट्लकाररूपाणि कोऽपि वदति वा? बन्धते न भगिनि कोऽपि अहं वदामि बध्नाति वा बध्नाति वा त्रीणि रूपाणि वदतु महोदय। बध्नाति गृह्णाति गृह्णाति इव आहा बध्नीतः इति उत्तमं बध्नाति बध्नीतः बध्नन्ति बध्नन्ति अत्र धातुः अस्ति बन्धधातुः तत्र वयं पठितवन्तः किम् इदितोनं धातोः इति सूत्रेण तत्र बद्धधातुः तत्र नुमागमः भवति बन्ध् भवति इदितोनं धातोः अपि च मेदचोन्त्यात् परः इति सूत्रद्रवद्वयेन तत्र नुमागमः भवति अतः बन्ध् परन्तु अत्र प्रथमविभक्त्यन्तरूपं यथा भवान् उक्तवान् बध्नाति बध्नीतः बध्नन्ति बन्धने परन्तु सकर्मकधातुः उत्तमम् अग्रिमं करोतु भगिनि भ्रमराः मधुभिः मधु रतमस्ति मोदन्ते भ्रमराः मधुभिः मोदन्ते अत्र मधुशब्दस्य विषये वदतु मधु नपुंसकलिङ्गे नपुंसकलिङ्गपदम् अस्ति तत्र मधु मधु दृष्ट्वा वदामि भगिनि मधु नपुंसकलिङ्गं मधु मधुनि मधुनि तृतीयविभक्तौ मधुना मधुभ्यां मधुभिः सुन्दरम् अत्र अत्रापि मुद् धातुः अस्ति मुद् धातोः वदति वा रूपाणि वदति वा मोदन्ते इत्यस्मिन् विषये मोदते मोदन्ते मोदते मोदेते मोदन्ते प्रथमपुरुषे मोदते इत्युक्ते रोचते इति पदस्य अर्थम् इति अर्थम् अस्ति आत्मनेपदी पदमस्ति मोदते मधुरं कर्मपदं स्वीकरोति भगिनि अत्र मुद् धातुः अकर्मकः अकर्मकः अस्ति वा अकर्मकः अतः एव अत्र मधुभिः मोदन्ते इति तृतीया अत्र शोभते मोदते अत्र क्रीडति एतानि अकर्मकपदानि मधुधातुः अपि अकर्मकः यथा भवती उक्तवती मधु नपुंसकलिङ्गपदं मधु मधुनी मधूनि अत्र अग्रिमं करोतु वाग्मी वाग्मी पदमस्ति सूक्तिः जनान् बोधयति वाग्मी सूक्तिभिः जनान् बोधयति अत्र प्रथमं पदमस्ति सूक्तिभिः सूक्तिः इति स्त्रीलिङ्गपदम् अपि च जनान् बोधयति अत्र बुद्ध धातुः अस्ति बुद्ध धातोः णिजन्तरूपं बोधयति न तु सामान्यरूपं बुद्ध धातोः तत्र गुणकार्यं भूत्वा बुद्ध बोध् भवति अत्र बुद्ध धातुः बहुषु गणेषु अस्ति बोधति रूपमस्ति बोधते इति अपि अस्ति परन्तु अत्र णिजन्तरूपं बोधयति जनान् बोधयति कर्मपदमस्ति जनान् बोधयति अत्र वाग्मी इति पदमस्ति तस्मिन् विषये वदतु वाग्मी प्रातिपदिकं वाग्मिन् अस्ति वाग्मी इत्युक्ते यः ज्ञानी अस्ति सः वाग्मी इति भवति इत्युक्ते यः सम्यक् वक्तुं शक्नोति वाग्मि सम्यक् ओ वाक् वाक् वाग्मि सम्यक् वाग्मि अस्ति अहं चिन्तयामि तत्र इनि प्रत्ययः अस्ति इनि प्रत्ययः यथा त्याग् त्याग् त्यज् धातोः त्यागी वच् धातोः परन्तु अत्र अहं सम्यक् न जानामि इनि प्रत्ययः इति दृश्यते यथा गुणी अत्रापि नकारान्तपदं वाग्मी इति पदं यथा भवती उक्तवती नकारान्तपदम् अग्रिमं करोतु भवन्तः माता सह क्रीडन्तु, भवन्तः मातृभिः सह क्रीडन्तु. अत्र क्रीडधातोः विषये वदतु. क्रीडधातो क्रीडधातो विशेषपदमस्ति सकर्मक अस्ति. वयं न प्रष्टुं शक्नुमः वाट् प्लेट्, परन्तु यद्यपि तत् अस्ति तथापि सकर्मकधातु अस्ति. सम्यक् वा भगिनि? उत्तमम् उत्तमम्. अकर्मकधातुः भगिनि, अहं पठितवती. वदतु. अहं पठितवती तत्र विशेषपदम् अस्ति. ऐ थिङ्क् मै अण्डर्स्टाण्डिङ्ग् वास् राङ्ग्. अत्र क्रीड्धातुः अकर्मकधातुः, तथा एव तदर्थमेव वयं साधारणतया अहं कन्दुकेन क्रीडामि साधारणतया तृतीयाविभक्तेः उपयोगं कृत्वा एव तत्र वाक्यरचना भवितुम् अस्ति. तत् कर्मपदं न कदापि सम्भवति. यत्र कुत्रापि पश्यन्तु अत्र क्रीड्धातु धातुं योजयित्वा वाक्यमस्ति चेत् तत्र कर्मपदं न सम्भवति अकर्मकधातुः इति कृत्वा. I think that's what I read, that even though we can say what did he play, what did she play, even then for some reason it is akarmaka dhatu. Uttamam, uttamam. Anantaram, navamam karatu. Vaidyaha dadhi, aushadham nirmati. Vaidyaha dadhi bhihi aushadham nirmati. अत्र दधि इति पदस्य तृतीयान्तरूपाणि त्रीणि रूपाणि वदतु. दधि, दधिनी, दधिभिः. तृतीया नपुंसकलिङ्गमस्ति. एकवारम् अत्र यथा भवती उक्तवती दधिशब्दः नपुंसकलिङ्गपदं, तत्र प्रथमविभक्तविसर्गः नास्ति. सर्वे मा विस्मरन्तु, अत्र विसर्गः नास्ति, केवलं दधि एव. परन्तु तृतीयाविभक्त्यन्तरूपाणि कानि? त्रीणि रूपाणि. दध्ना दधिभ्यां दधिभिः, तत्र संयुक्ताक्षरं भवति दध्ना इति भवति. सप्तमी रूपं पश्यामश्चेत् सप्तमी रूपं दध्नि. दध्नि अत्र रूपद्वयमस्ति. दध्नि दधनि तथा भवति. परन्तु अत्र बहुवचन अभ्यासः अस्ति इति कृत्वा दधिभिः औषधं निर्माति. अत्र निर्माति इति पदमस्ति, तस्मिन् विषये कोऽपि वदति वा? नो चेत् अहं वदामि. निर्माति इति क्रियापदमस्ति. परन्तु भगिनी, अत्र औषधं किमर्थम् औषधम् इति दत्तमस्ति? औषधं नपुंसकलिङ्गे अस्ति. न भगिनि, किमपि, परन्तु किमपि भवतु नाम, किमपि पुंलिङ्गं वा भवतु, नपुंसकलिङ्गं वा भवतु, किमपि भवतु, परन्तु अस्मिन् वाक्ये तत् पदं कर्मपदम्. किमर्थं चेत् तत्र निर्माति इति पदं तत्र सकर्मकपदम्. अत्र कोऽपि वदति वा निर्माति इति विषये? निर्माणं करोति. निर्माणं करोति, परन्तु रूपविषये, रूपं कथं निष्पन्नं भवति? तने महोदय वक्तुं शक्नोति वा? नो चेत् अहं वदामि. अहं न जानामि अत्र धातु किमस्ति. अत्र निर् उपसर्गपूर्वकः, मा धातुः यथा पाधातोः रूपं पिबति तथा एव अत्र मा धातुः दीर्घ आकारान्तधातुः मा धातोः लट्लकाररूपं माति तथा एव पाधातोः रूपं रूपद्वयमस्ति पाधातुः पालनार्थे वदामश्चेत् पाति पाति इति पदार्थे एव पाहि परन्तु अत्र पाधातोः रूपद्वयमस्ति एकः अर्थः अस्ति पालनम् इत्यस्मिन् अर्थे अन्यर्थः अस्ति पानम् इत्यस्मिन् अर्थे अस्ति पिबति पाधातोः रूपद्वयं पा पिबति पा पाति इति अपि अस्ति परन्तु अत्र मा धातुः माति लट्लकारो अत्र अपि च अत्र निजन्तरूपं निजन्तरूपं वदामश्चेत् निर्मापयति इति भवति अत्र मा धातोः रूपं मापयति तथा एव दा धातोः निजन्तरूपं दापयति दीर्घ आकारान्तधातवः एते अत्र पुक् आदेशः भवति अत्र वयं पठितवन्तः उत्तमम् उत्तमम् अत्र पुगागमः भवति अर्ति ह्रीव्लि क्नु ईक्ष्मायातां पुङ्णौ निजन्तपदेषु तथा भवति परन्तु अत्र मा धातु दीर्घ आकारान्तधातुः माप माति इति भवति उत्तमम् अनन्तरम् अत्र परन्तु अत्र कर्मपदं सम्भवति दशमं करोतु भगिनि शिबिरस्थानं शिबिरस्थानं कुटिः पदमस्ति पूर्णमस्ति शिबिरस्थानं कुटिभिः पूर्णमस्ति अत्र कुटिः इत्यस्मिन् विषये वदतु कुटिः इत्युक्ते कुटीरः इति अस्ति वा भगिनि उत्तमं रूपाणि वदतु कुटिः यति यद यदि यदि मतिः स्त्रीलिङ्गशब्दवत् अस्ति चेत् कुटिः कुट्या कुटिभ्यां कुटिभिः भवति अपि कुटिभिः पूर्णमस्ति इत्युक्ते कुटिभिः शिबिरस्थानम् आवृत्तः अस्ति तदेव इत्युक्ते शिबिरस्थानं कुटिभिः पूर्णमस्ति अत्र शिबिरस्थानं पूर्णं केन पूर्णतया अथवा काभिः किमपि शिबिरस्थानं पूर्णं कीदृश केन केन अथवा किमपि काभिः वदतु शिबिरस्थानं कुटिभिः पूर्णमस्ति सर्वत्र शिबिरस्थाने सर्वत्र कुटिभिः निर्मितम् अस्ति निर्मितं सन्ति निर्मितानि सन्ति नाट् निर्मितानि कुटिभिः स्त्रीलिङ्गे निर्मिता सन्ति अत्र पुनः एकवारं वदतु वाक्यं तदेव वाक्यं शिबिरस्थाने सर्वत्र कुटिभिः नास्ति तत् कुटीः कुटी कुटयः इत्युक्ते शिबिरस्थाने कुटयः निर्मिताः सन्ति अत्र सर्वाणि पदानि अत्र केवलं शिबिरस्थाने इति पदं त्यक्त्वा कुटयः निर्मिताः सन्ति तत्र आक्रमकवाक्यम् अस्ति केवलं प्रथमं पदं सप्तम्यन्तपदम् अस्ति उत्तमं भगिनि अत्र कुटिः इत्युक्ते लघुकुटीरम् इति एव अर्थः उत्तमम् अधुना धन्यवादः भगिनि अनन्तरं तनय् महोदय भवान् करोतु तृतीयं करपत्रम् अलं योजनेन अपि तृतीया विभक्तिः भवति आं भगिनि अलं योजनेन एकनिमिष भगिनि, अत्र अत्र निषेधार्थकः अलं शब्दः यत्र प्रयुज्यते तत्र तृतीया विभक्तिः भवति. पर्याप्त अर्थकस्य अलं शब्दस्य योगे तु चतुर्थी भवति. उदाहरणे महोदय, अत्र वाक्यद्वयमस्ति, वाक्यद्वयस्य अर्थः कः? अस्तु, अत्र यदि वयम् अलं शब्दः निषेधार्थके प्रयुज्महे यदि वयम् अलं शब्दः निषेधार्थके प्रयुज्महे तदा तृतीया विभक्तौ तदा तृतीया विभक्तेः प्रयोगः भवति. परन्तु यदि वयम् अलं शब्दः पर्याप्त अर्थके प्रयुज्महे तदा तु चतुर्थी विभक्तेः प्रयोगः भवति. उत्तमम्. इत्युक्ते तत् अलं शब्दस्य प्रयोगः तृतीयायाम् अपि भवति, चतुर्थीविभक्त्याम् अपि भवति, परन्तु तस्य अर्थः भिन्नरूपेण एतत् पदम् एतस्य पदस्य उपयोगं कुर्मः. निषेधार्थक अर्थम् इच्छामश्चेत् अस्माकं विवक्षा एव, परन्तु अत्र अलं शब्दः तृतीयाविभक्तौ निषेधार्थकार्थे अपि च चतुर्थ्यां पर्याप्त अर्थविषये योजयामः. उत्तमं महोदय, अग्रिमं करोतु. अत्र उदाहरणम् अस्ति, बालाः तूष्णीं तिष्ठन्तु अलं कोलाहलेन. अत्र कोलाहलेन इति तृतीया विभक्तौ अस्ति, यतः अलं शब्दस्य अत्र प्रयोगः निषेधार्थके अस्ति. अभ्यासः आवरण अन्तर्गतेन शब्देन अलं शब्दं योजयित्वा वाक्यानि रचयत. यथा जल्पनम्, अयि भगिन्यः अलं जल्पनेन. अग्रे पठामि भगिनि. पठतु महोदय. अत्र जल्पनम् इत्युक्ते किम्? जल्पनम् इत्युक्ते भोजनम् अस्ति वा? न महोदय. अत्र संस्कृतभाषायां कानिचन पदानि सन्ति, वाचालता अथवा वाचालत्वम् अथवा प्रलपनम्. अत्र जल्पनम् इत्युक्ते वाचालत्वम्. अस्तु, वयं जानीमः प्रलपनम् अथवा प्रेलापनम् इति वदामः. वदतु. अत्र अतिविस्तरः, अलम् अलिविस्तरेण. अत्र नट्वम् अस्ति. इत्युक्ते अत्र अयि भगिन्यः, तदपि योजयित्वा वदतु. अयि भगिन्यः अलं जल्पनेन, तथा एव अयि भगिन्यः अलम् अतिविस्तरेण. अत्र अतिविस्तरेण इत्युक्ते किम्? अहम् अर्थः न जानामि. किमपि अत्र आचार्यमहोदय भवान् वदतु, अतिविस्तरेण इत्युक्ते किम्? विस्तारं मा करोतु इति अहं चिन्तयामि. अधिकं चर्चा मा कुरु इति अस्ति वा विस्तरेण? अधिकचर्चा मास्तु. डोण्ट् एलाबरेट्. एलाबरेशन् अस्तु. अतिविस्तरेण विस्तरः विस्तरेण नत्वमपि अस्ति तत्र. शोकः वदतु महोदय. अयि भगिन्यः अलं शोके शोकेन अत्र शोकः इत्यस्मिन् विषये वदतु. अत्र शोकः अहं चिन्तयामि अत्रापि घञ् प्रत्ययः अस्ति वा. हा घञ् प्रत्ययः सुच् धातुः. सुच् धातुः योगः घञ् प्रत्ययः. सुच् शोकः. अत्र लट्लकाररूपं किं शुचति इति अस्ति वा. शोचति शोचति. अस्तु अत्र पुगन्तलघुपदस्य प्रसक्तिः अस्ति. शोचति शोकः अलं शोकेन इत्युक्ते सम्यक् एव. अत्र अर्थः सुलभः एव. तत्र किमपि चिन्तनीयं नास्ति. अलं शोकेन अयि भगिन्यः अलं शोकेन इत्युक्ते स्वस्य वाक्यैः इतोपि किञ्चित् वदतु महोदय. अलं शोकेन इत्युक्ते अलं शोकेन इत्युक्ते इनफ् वरिङ्ग् और् इनफ् सेड् इनफ् बीङ्ग् सेड् इति अस्ति. शोकः मास्तु किमपि. अस्तु अनन्तरं साहसं भगिनी. मम एकः प्रश्नः अत्र अयि पदस्य अर्थं किम् अस्ति. अत्र वयं सम्बोधन केवलं सम्बोधनं कुर्मः तदा एव अत्र केवलं तस्य विशेषतया कोऽपि अर्थः नास्ति. अयि भगिन्यः यथा रे हे कृष्ण तथा एव. अस्तु भगिनि. किमर्थं चेत् अहं अधुना अयि पदं स्पोकन् संस्कृत डाट् आर्ग् तत्र वोकेटिव् पार्टिकल् अथवा पार्टिकल् आफ् एन्करेज्मेण्ट् इन्ट्रोड्यूसिङ्ग् ए कैण्ड् आफ् इन्क्वैरी दत्तमस्ति. तदर्थम् अहम् अत्र तत्पदस्य सम्बन्धं न अवगच्छामि. अत्र अयि इति पदं यथा हे कृष्ण इति वदामः, हे राम इति वदामश्चेत् तत्र हे इत्यस्य कोऽपि अर्थः नास्ति. केवलं सम्बोधनरूपात् पूर्वं योजयामः. केवलम् अव्ययपदमस्ति अत्र. परन्तु अत्र भगिन्यः इति पदं बहुवचने अस्ति इति कृत्वा तत्र बह्व्यः महिलाः सन्ति. ताः उद्दिश्य अत्र वाक्यानि रचितानि. अत्र वयं पूर्वमेव चर्चितवन्तः अयिगिरिनन्दिनि इति श्लोकः अस्ति. तत्रापि अत्र केवलं सम्बोधनरूपम् अव्ययम्. अग्रिमं करोतु महोदय. तने महोदय. आं भगिनि. साहसम् अयि भगिन्यः अलं साहसेन अग्रिमं पठामि. अग्रिमम् अत्र अहं चिन्तयामि वयं साधारणतया शृणुमः सहसा इत्युक्ते इमिडियट्लि इति अर्थः. सहसा तस्य भावः एव साहसम्. अस्तु सहसा साहसम्. अनन्तरम् अनन्तरम् अविवेकिता. अयि भगिन्यः अलम् अविवेकितया. अविवेकितया अत्र अविवेकिता क्रूरता मधुरता प्रधानता सुन्दरता. तत्र प्रत्ययस्य नाम किं महोदय. तत्र तत्र अपि त प्रत्ययः अस्ति वा. तल् प्रत्ययः तत्र सूत्रमस्ति. तस्य भावस्य त्वौ तस्य भावस्व तलौ तस्य भावस्व तलौ तत्र सूत्रमस्ति उत्तमम् अविवेकित्वम् इति अस्ति अविवेकित्वम् तदपि तदपि भाववाचिकप्रत्ययः त्वं त्वा प्रत्ययः परन्तु अत्र अविवेकिता इति अस्ति ता इति प्रत्ययस्य तत्र तल् प्रत्ययः अस्ति अस्तु सर्वदा त्रिलिङ्गे एव भवति वा अत्र सर्वदा तल् प्रत्ययः सर्वदा त्रिलिङ्गे एव भवति उत्तमम् धन्यवादः महोदय अधुना अत्र अस्माकं पार्श्वे एकं सम्भाषणमस्ति रम्या प्रदर्शिनी इति सम्भाषणमस्ति सर्वे तत् करपत्रं पुरतः स्थापयन्तु अधुना अत्र पुत्रः पिता इति पिता पुत्रयोः सम्भाषणमस्ति अत्र पुत्रः तनयमहोदयः पिता रघुपति आचार्यमहोदयः सम्भाषणं पठन्तु अत्र पुत्रः तात अद्य प्रदर्शिनीं द्रष्टुं किं नगरं गच्छाम प्रदर्शिनी कुत्र आयोजिता अस्ति किं भवान् स्थलं जानाति प्रदर्शिनीस्थलम् अहं जानामि गृहजनाः सर्वे गच्छाम अहं सार्धपञ्चवादने मम कार्यं समापयामि गच्छामः मञ्जुला अधुना वदति तात पश्यतु प्रदर्शिनी विविधवर्णरञ्जितैः दीपैः अलङ्कृता अस्ति पुत्रः अत्र बहवः जनाः सन्ति पुत्रः पठतु महोदय भवान् एव पठतु पुत्रः अन्तः गच्छामः पश्यतु दण्डैः विविधविन्यासं कृतवन्तः अत्र पश्यतु शलाकाभिः चित्राणि कृतवन्तः तत्र गच्छाम एका पाञ्चालिका तस्याः स्नेहितैः सह क्रीडति अपरां पश्यतु सखीभिः सह नृत्यति अन्या बालकैः युध्यति वत्स प्रदर्शिनीदर्शनार्थं वयं यत् आगतवन्तः तत् सार्थकम् अभवत् प्रदर्शिनी नूतनोपकरणैः सज्जीकृतवन्तः सन्ति अस्मिन् वर्षे प्रदर्शिनी समीचीना अस्ति मञ्जुला अहं पठामि वा अस्तु अस्तु अहो तत्र पश्यतु अम्ब देवीं सम्यक् अलङ्कृतवन्तः सन्ति अहो अपूर्वं वर्णोपेतैः दीपैः अनेकाभिः मालाभिः पुष्पैः फलैः विविधैः शाकैः देव्याः मण्डपः अलङ्कृतः अस्ति महोदय करोतु माता तत्र गच्छामः सत्यं तत्र गच्छाम कञ्चित् कालं स्थित्वा पश्यामः पुत्र भवन्तं प्रदर्शिनीविषयं कः उक्तवान् पुत्रः मम स्नेहिताः सर्वे दृष्टवन्तः ते माम् उक्तवन्तः परश्वः रविवासर खलु यदि इच्छन्ति पुनः आगच्छामः गच्छामः इदानीं तावदेव इत्युक्ते अत्र किञ्चित् एव चिन्तनं कुर्मः भवन्तः सर्वे अवगतवन्तः इति भाति अत्र तात इति पदमस्ति महोदय तत्र तात इति पदस्य अर्थः कः तात इति पदम् अहं चिन्तयामि सम्मान यदि वयं सम्मान इति प्रसङ्गे प्रयुज्यमहे इति अहं चिन्तयामि अत्र पिता इत्यस्मिन् अर्थे तात इत्युक्ते पिता एव अत्र पिता इति पदस्य सम्बोधनं वदामश्चेत् किं वदामः पितः इति वदामः पितः इत्युक्ते तात इत्युक्ते पिता एव, परन्तु अत्र पितः इति अपि योजयितुं शक्नुमः. प्रदर्शिनीं द्रष्टुं किं नगरं गच्छाम रूपं वदतु महोदय. अत्र गच्छाम इति लोट् लकारे उत्तमपुरुष बहुवचनरूपम् अस्ति. बहुवचनरूपम् उत्तमम्. अपि च समापयामि इति पदमस्ति अत्र चतुर्थं वाक्यं पश्यामश्चेत् अहं सार्धपञ्चवादने मम कार्यं समापयामि. अत्र समापयामि इत्यस्मिन् विषये वदतु. समापयामि इति अहं चिन्तयामि निजन्तरूपम् अस्ति. सम् उपसर्गपूर्वकः आप् धातोः तस्य निजन्तरूपम् इति अस्ति वा अहं चिन्तयामि. उत्तमम् उत्तमम्. अत्र समापि इति निजन्तधातुः, परन्तु यथा भवान् उक्तवान् साधारणधातुः आप् धातुः, अत्र निजन्तरूपम् अस्ति. समापि इति धातुः भवति, सम उपसर्गपूर्वकः आप् धातुः, अपि च णिच् उत्तमपुरुष एकवचनरूपम् उत्तमं निजन्तधातुः. अपि च अत्र भवन्तः जानन्ति एव विविधवर्णरञ्जितैः दीपैः, वदतु महोदय. विविधवर्ण डिफ्रेण्ट् कलर्स् विभक्तिः वचनं वदतु. अत्र तृतीया विभक्ति बहुवचन बहुवचने अस्ति विविधवर्णरञ्जितैः. विविधवर्णरञ्जितैः अत्र विशेषणम् अस्ति. दीपैः अत्र विशेष्यमस्ति. विविधवर्णरञ्जितैः इत्युक्ते वेरिड् कलर्ड् लैट्स् इति अहं चिन्तयामि. उत्तमम् उत्तमम्. इत्युक्ते अत्र अस्मिन् सम्भाषणे अस्माकं कार्यमस्ति तृतीयाविभक्ति बहुवचनन्तरूपाणाम् अवगमनं. तदर्थम् अत्र बहूनि पदानि तृतीयाविभक्ति बहुवचनान्तानि दत्तानि अत्र, यथा भवान् उक्तवान् रञ्जितैः दीपैः. अपि च अत्र अग्रिमे वाक्ये तृतीया बहुवचनरूपं वदतु. अग्रिमे वाक्ये अस्ति दण्डैः. दण्डैः विविधविन्यासं कृतवन्तः. अत्र अग्रिमे वाक्ये अस्ति शालकाभिः इति पदम् अस्ति तृतीया विभक्तौ बहुवचने. अत्र शलाका क्षम्यताम्, अत्र शलाकाभिः. शलाका इति त्रीलिङ्गपदम् इति कृत्वा अत्र शलाकाभिः चित्राणि. अत्र शलाका इत्युक्ते शलाका सुन्दरम् अस्ति वा अहं न जानामि. अत्र कोऽपि वदति वा अत्र शलाका इत्युक्ते किम्? शलाका इत्युक्ते इत्युक्ते अहं दृष्टवती यत् वदतु महोदय. शलाका इत्युक्ते दण्ड इव अस्ति शलाकाः. अहं चिन्तयामि येन इत्युक्ते यया वयं चित्राणि लेखितुं शक्नुमः तत् उपकरणम् एव शलाका. इत्युक्ते अत्र ब्लाक् कलर्ड् पेन्सिल् वा किमपि चिन्तितवान् तत्तु एकम् उपकरणमस्ति, तेन वयं चित्राणि लेखितुं शक्नुमः. तत्र एकः चित्राणि लिखन् अस्ति. तत्र माता वदति शलाकाभिः चित्राणि कृतवन्तः. शलाका इत्युक्ते तत्र ब्लाक् पेन्सिल् इति तादृश अर्थः भवति. प्रादेशिकभाषायां शलाका इत्युक्ते राड् अस्ति कन्नडभाषायां. ओ राड् अस्ति वा. अत्र महोदय सलाके सकार अस्ति. अस्तु अस्तु सकार अस्ति. अस्तु अस्तु. अत्र परन्तु अत्र वाक्यं दृष्ट्वा अहम् उक्तवती अत्र चित्राणि कथं कुर्मः, केवलम् अत्र शलाका इति उपकरणमिति अहं चिन्तयामि. शोकं स्वीकृत माध्यमे ऐ पेन्सिल् अपि अस्ति भगिनी. इत्युक्ते किमपि ब्लाक् पेन्सिल्, Something to draw with. Something to draw with. उत्तमम्. अनन्तरम् अत्र अग्रिमे वाक्ये तने महोदय वदतु तृतीयबहुव्रीहिपदानि. अग्रिमवाक्ये स्नेहितैः अस्ति अपि च सखिभिः बालकैः. स्नेहितैः इति मित्र इति इस, इत्यस्य अर्थः अस्ति मित्रैः इति. सखिभिः अपि मित्रैः एव अर्थमस्ति. तावदेव अस्ति अस्मिन् वाक्ये. इत्युक्ते अत्र शलाकाभिः इति तत्र उपकरणमस्ति इति कृत्वा तत्र तृतीयविभक्तेः अर्थः तत्र भिन्नः. परन्तु अत्र उपपदतृतीया स्नेहितैः सह सखीभिः सह अत्र उपपदतृतीया अस्ति, न तु उपकरणम्. अस्तु अन्या पाञ्चालिका बालकैः युध्यति. अपि च अत्र माता वदति अत्र प्रदर्शिनी नूतनोपकरणैः, तदपि वदतु महोदय. अत्र अत्र नूतनोपकरणैः इति तृतीया विभक्तौ अस्ति. प्रदर्शिनी नूतनोपकरणैः सज्जीकृतवन्तः. अत्रापि उपकरण नूतनोपकरण इति उपकरणतृतीया अस्ति, कारकतृतीया अस्ति. अग्रिमवाक्ये अत्र प्रदर्शिनी समीचीना इति अस्ति. उत्तमं, तद् वयं जानीमः. अत्र सम्यक् अलङ्कृतवन्तः. अहो अपूर्वं, तदारभ्य वदतु अत्र किं दत्तमस्ति. अत्र बहूनि पदानि अस्ति तृतीया विभक्तौ. वर्णोपेतैः दीपैः अनेकाभिः मालाभिः पुष्पैः फलैः विविधैः शाकैः देव्याः मण्डपः अलङ्कृतः अस्ति. अत्र सर्वे अपि कारकतृतीया अस्ति. वर्णोपेतैः दीपैः अनेकाभिः मालाभिः पुष्पैः फलैः विविधैः शाकैः अत्र मण्डपः इति बहूनि वस्तुभिः बहुभिः वस्तुभिः योजयित्वा अलङ्कृतम् अस्ति. अत्र देवी अस्ति, अतः अलङ्कृता अस्ति. अत्र वर्णयोगः उपेतैः वर्णोपेतैः इति अस्ति, विशेषणमस्ति. तथा यथा भवान् उक्तवान् अत्र विशेषणं वर्णोपेतैः दीपैः इति पदस्य. अपि च मालाभिः अनेकाभिः मालाभिः स्त्रीलिङ्गरूपम् इति कृत्वा अनेकाभिः. अपि च पुष्पैः फलैः विविधैः शाकैः. अत्र एतानि सर्वाणि पदानि तृतीयान्तविभक्तान्तरूपाणि. तेषां एतेषां पदानां योजनेन अत्र अग्रिमं किम् अस्ति. देव्याः मण्डपः अलङ्कृतः अस्ति. अत्र देव्याः मण्डपः अलङ्कृतः. अत्र मण्डपे देव्याः सन्ति. ताः देव्याः एतानि वस्तूनि योजयित्वा अलङ्कृताः सन्ति. उत्तमम्. अपि च अत्र अग्रिमे वाक्ये द्रष्टॄणाम् इति अस्ति. रूपं किं? द्रष्टॄणाम् इति षष्टिविभक्तौ बहुवचनम् अस्ति. प्रातिपदिकम् अस्ति द्रष्टृ इति अस्ति प्रातिपदिकं वा प्रथमान्तं रूपं द्रष्टा इति उत्तमम् अनन्तरम् अत्र किमस्ति अनन्तरं अनन्तरं न किमपि नास्ति अनन्तरं तृतीया विभक्तौ अत्र यस्य कस्यापि प्रश्नाः सन्ति वा अत्र सर्वे अवगतवन्तः वा अत्र अत्र गीताञ्जलिभगिनी प्रश्नाः सन्ति वा सम्भाषणम् अवगतं वा स्थूलरूप अहम् अवगच्छामि भगिनी किन्तु भवती वदतु अत्र प्रश्नाः सन्ति चेत् एकवारं पुनः किञ्चित् चिन्तनं कुर्मः भवती वदतु किम् अत्र सम्भाषणं सुलभमेव वदतु अत्र सम्भाषणम् अहं स्थूलरूपम् अवगच्छामि किन्तु मञ्जुला यदा विस्तृतरूपं प्रदर्शनीं प्रेषितवती इति वाक्य कामा अपि वाक्ये सन्ति अत्र किं वाक्यं भवती न अवगतवती अत्र मञ्जुला अहो तत्र पश्यतु अम्ब देवी वर्णोपतैः दीपैः अत्र पश्यतु भगिनी अत्र एकवारं पश्येम अत्र पश्यतु पूर्व वाक्यं देवीं सम्यक् अलङ्कृतवन्तः सन्ति अत्र केचन जनाः अलङ्कृतवन्तः सन्ति किम् अलङ्कृतवन्तः देवीम् अलङ्कृतवन्तः सन्ति अलङ्करोति इति क्रियापदमस्ति तत्रापि अलं योगः क्रूधातुः अलङ्कृत अलङ्करोति परन्तु अत्र तवत्वन्तरूपम् अलङ्कृतवन्तः केचन जनाः अलङ्कृतवन्तः किं देवीम् अपि च अग्रिमं पठतु वर्णोपेतैः वर्णोपेतैः दीपैः अनेकाभिः मालाभिः पुष्पैः फलैः विविधैः शाकैः देव्याः मण्डपः अलङ्कृतः अस्ति किन्तु न जानामि किमर्थं कामा दत्तं दीपैः कामा इत्युक्ते अत्र पश्यतु अत्र सरलवाक्यं लघुवाक्यं स्वीकुर्मः चेत् तत्र लघुवाक्यं किं मण्डपः अस्ति कस्याः मण्डपः देव्याः मण्डपः देव्याः मण्डपः कीदृशः अलङ्कृतः कैः अलङ्कृतः वर्णोपेतैः दीपैः अनेकाभिः मालाभिः अपि च पुष्पैः फलैः विविधैः शाकैः अलङ्कृतः सरलवाक्यमस्ति तत्र एकः मण्डपः अस्ति अर्थः देव्याः अलङ्कृतः अस्ति मण्डपे देवी कथं वदामः मण्डपे देवी अलङ्कृता अस्ति एकं बहु देवी देव्याः अलङ्कृतः तत्र बहुवचनं वदतु देवी शब्दस्य देवी नदीवत् भगिनि वदतु सम्यक् वदतु रूपं नदी नद्यौ नद्यः देवी देव्यौ देव्यः देव्यः अलङ्कृताः, परन्तु देव्याः इति वदामश्चेत् षष्ठी भवति. अनन्तरम् अत्र रघुपतिचार्यमहोदय भवान् वदतु सार्थकम् इत्युक्ते किम्? सार्थकं सार्थकं कुत्र अस्ति? सार्थक अत्र तत् सार्थकम् अभवत्. अस्तु अस्तु, सार्थकम् इत्युक्ते सम्यक् अभवत्, वयं यत् कार्यम् अस्माभिः कार्यं कृतं तत् तेन वयं सम्पूर्णम् आनन्दम् अनुभवन्तः इति सार्थकं सार्थक्यं सार्थक्यस्य भावः सार्थक इत्यस्य भावः सार्थक्यं. वदतु महोदय, तने महोदय सार्थकं कुत्र अस्ति? अत्र पूर्वस्मिन् वाक्ये, पूर्वस्मिन् वाक्ये अस्ति. पिता वदति अस्तु अस्तु प्राप्तम्. अत्र कञ्चित् कालम् इति अस्ति महोदय. आचार्य महोदय वदतु किमर्थं कञ्चित् कालम्? कञ्चित् कालं कं कञ्चित् कालम् इति कालः पुल्लिङ्ग अस्ति इति कञ्चित् एकनिमिषं कञ्चित् कालम् एकनिमिषं कुत्र? अत्र कञ्चित् कालं यथा भवान् उक्तवान् कालः इति पदं पुंलिङ्गपदम् इति कृत्वा कञ्चित् कालं कञ्चित् कालमस्ति. अपि च अत्र आकर्षति इति पदमस्ति. आकर्षति इति मनः इति वयं जानीमः, परन्तु आकर्षति इति पदमस्ति, तस्मिन् विषये वदतु. कर्षति आकर्षति कर्षति धातोः धातु धातु अस्ति अत्र आ उपसर्गपूर्वकः कृष् कृष् धातुः तत्रापि अत्र गुणकार्यं भूत्वा पुगुन्तलघुपतस्य सूत्रेण तत्र कर्षति लट्लकाररूपं कर्षति इति भवति आ उपसर्गः. अतः आकर्षति इति रूपम् आगच्छति. अपि च अत्र किमपि नास्ति. अधुना समयः अभवत्, कालातीतः अभवत्. अत्र अस्माकं पार्श्वे तृतीयविभक्तेः विषये होलिकोत्सवः इति एका कथा अस्ति, परन्तु अत्र अग्रिमे सप्ताहे पुनः एकवारं मिलित्वा तस्मिन् विषये चिन्तनं कुर्मः. अहम् एकं प्रश्नमिच्छामि. अत्र भवन्तः तृतीयविभक्तेः विषये इतोपि पठितुमिच्छन्ति वा, नो चेत् अग्रे गच्छामः वा अग्रिमे सप्ताहे? अहं न जानामि मम किं अहं कियत्पर्यन्तं मम ज्ञानमस्ति इति. अत्र किमपि अन्या अस्ति चेत् पठितुम् इच्छति किञ्चित् अभ्यासः. परन्तु अहम् एकवारम् अत्र सर्वे पश्यन्तु, अत्र होलिकोत्सवः इति सम्भाषणमस्ति इति कथा अस्ति, परन्तु तत्र तस्यां कथायां बहूनि पदानि हलन्तपदानि सन्ति तृतीयविभक्तेः विषये, इतोपि वयं ज्ञातुं शक्नुमः. तत्र बहूनि नूतनानि पदानि सन्ति. यदि भवन्तः इच्छन्ति चेत् अग्रिमे सप्ताहे अपि तृतीयविभक्तेः विषये चर्चयिष्यामः, नो चेत् त्यक्त्वा अग्रे गच्छेम. सर्वेषां धन्यवादः, नमस्कारः.